सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्। आरम्भे अहम् एकं श्लोकं वदामि। यां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं सजनोऽन्यसक्तः, अस्मत्कृते च परिशुष्यति काचिदन्या, भिक्तां च तं च मदनं च इमां च मां च। पुनः एकवारं वदामि। यां चिन्तयामि सततं मयि सा विरक्ता, सा अपि अन्यमिच्छति जनं सजनः अन्यसक्तः, अस्मत्कृते च परिशुष्यति काचिदन्या, भिक्तां च तं च मदनं च इमां च मां च। इत्युक्ते अत्र श्लोकस्य पठनेन वयं किम् अवगन्तुं शक्नुमः इत्युक्ते, अत्र अस्मिन् श्लोके कविः वदति, अहं यां वनितां सर्वदा चिन्तयन् अस्मि, सा महिला मयि विरक्ता, सा महिला मां न इच्छति। यस्यां महिलायां मम अनुरक्तिः अस्ति, सा महिला मां न इच्छति। इत्युक्ते तस्याः आसक्तिः मयि नास्ति, सा महिला अन्यं पुरुषमिच्छति, इत्युक्ते तस्यै अहं न रोचते। किन्तु या महिला अहम् इच्छामि, सा महिला अन्यं पुरुषमिच्छति, तदानीम् एव सः यं पुरुषमिच्छति सः पुरुषः अन्यसक्तः, अन्यसक्तः इत्युक्ते तस्य आसक्तिः अस्यां महिलायां नास्ति, तस्य आसक्तिः अन्यायां वनितायाम् अस्ति। अत्र सः पुरुषः अन्यां स्त्रीम् इच्छति, इत्युक्ते तदानीम् एव तस्मिन्नेव समये मम कृते काचित् अन्या महिला परिशुष्यति, इत्युक्ते अस्मिन् एव समये काचित् अन्या महिला मां चिन्तयन्ती अस्ति, अथवा सा तस्याः समयनाशं कुर्वती अस्ति मम कृते। इत्युक्ते अत्र स्थितिं पश्यामश्चेत् बहु आश्चर्यजनका अस्ति। एतत् सर्वं कविना अवगतं, कविः अवगम्य सः अन्ते बहु उत्तमं वाक्यं लिखितवान् तत्र। किन्तु कस्य श्लोकः अयं श्लोकः इत्युक्ते, अत्र कवेः नाम भर्तृहरिः, सः लिखितवान् यं श्लोकम् अहम् अद्य पठितवती, तं श्लोकं भर्तृहरिः लिखितवान्। अत्र श्लोकस्य अन्ते सः वदति, भिक्तां च तं च मदनं च इमां च मां च। इत्युक्ते धिक् इत्युक्ते किं वदामः, क्षेम्। अत्र धिक् इति पदम् उपपदमस्ति, उपपदमित्युक्ते अत्र उपपदद्वितीया विभक्तिः इति अस्ति। तत्र धिक् इति पदमस्ति चेत् तत्र साधारणतया द्वितीया विभक्ति अन्तं पदं योजनीयम्, उपपदद्वितीया इति वदामः। तदर्थमेव अत्र ताम्, ताम् इत्युक्ते तत्र प्रथमा महिला, तदनन्तरं तम् इत्युक्ते सः पुरुषः, अनन्तरं मदनः, इमाम् इत्युक्ते या महिला मम कृते परिशुष्यति सा महिला, मां च। किन्तु अस्याः स्थितेः कारणं किं, केन कारणेन एतत् सर्वम् आपतितम् इति सः सम्यक् विचिन्त्य उक्तवान्। एतत् सर्वं मदनस्य कारणेन एव अभवत्, मदनः एव कारणम् इति सः अवगतवान् अपि च निर्धारितवान्। इत्युक्ते अत्र तदनन्तरं भर्तृहरिः वैराग्यशतकं लिखितवान्, वयं भर्तृहरिणा शतकत्रयं लिखितं, नीतिशतकं शृङ्गारशतकम् अपि च वैराग्यशतकं. सः अन्ततो गत्वा सः किं वदति, वैराग्यम् एव अभयं, वैराग्यम् आचरणीयम् इति मत्वा सः वैराग्यशतकं लिखितवान्. किन्तु अद्य इमं श्लोकं किमर्थम् उक्तवती इत्युक्ते, अत्र अस्मिन् श्लोके यः सः या सा एतादृशानि पदानि सन्ति, परन्तु श्लोकः तु उत्तमः श्लोकः. सर्वैः एतत् अयं श्लोकः ज्ञातव्यः, अवगन्तव्यः, अपि च सर्वदा स्मर्तव्यः श्लोकः उत्तमः. अत्र अपि च तस्मिन् विषये तदभवत्, गते सप्ताहे अस्माकं कक्षा न अभवत्, किन्तु गते सप्ताहे तत्र गृहपाठः आसीत्, अतः यतः योजयित्वा अव्ययपदद्वयं स्वीकृत्य वाक्यानि लिखन्तु. लिखितवन्तः वा अत्र? गीताञ्जलि भगिनी, भवती लिखितवती वा वाक्यानि? न भगिनी, क्षम्यतां भगिनी, अहं चिन्ता मास्तु. भूमा भगिनी, भवती लिखितवती वा? अहं मम सखीं मेलितुं न्यूजर्सी गतवती, यतः सा अस्वास्थ्यः अभवत्. अस्वस्था अभवत्. सा अस्वस्था अभवत्, अतः अहं न्यूजर्सी नगरं गतवती, तं दृष्ट्वा द्रष्टुं गतवती. ताम् अस्तु. अत्र अहं किञ्चित् वक्तुमिच्छामि, भवन्तः सम्यक् अवगतवन्तः इति मम चिन्तनमस्ति. अधुना किञ्चित् वयं किं कुर्मः इत्युक्ते, अत्र सर्वे एकवारं गीतासोपानं पुस्तकं पश्यन्तु. अत्र गीतासोपानं पुस्तके तस्मिन् तत्र पुटसङ्ख्या का इत्युक्ते 82 पुटे 182 पेज्, तत्र अन्तिमः अभ्यासः अस्ति, तम् अभ्यासं कुर्मः अधुना. अत्र अतः यतः योजयित्वा तत्र कानिचन पदानि, नूतनानि पदानि सन्ति अस्माकं कृते, अतः तस्मिन् विषये चिन्तनं कुर्मः अधुना. अत्र शोभा भगिनी, भवती पठति वा अत्र वाक्यानि? आं भगिनि, पेज् 182 अस्ति वा? द्व्यशीत्यधिकशततमे पुटे द्वियोगः अशीतिः, तत्र सन्धिः भवति द्व्यशीतिः. 181 मध्ये अस्ति. अस्तु, यत् तत्र यतोदाहरणं यतः योजयित्वा पठत, तदेव न? तत्र वयं समापितवन्तः श्रीकृष्णस्य रणनीतेः विवरणम् अत्र अस्ति, यतः इति उपयुज्य योग्यं वाक्यं रचयत. तस्मात् पूर्वं वयं सर्वं परिशीलितवन्तः गतसप्ताहे. श्रीकृष्णस्य रणनीतेः विवरणम् अत्र अस्ति, यतः इति उपयुज्य योग्यं वाक्यं रचयत. श्रीकृष्णः, मयया सूर्यम् आगच्छादितवान्, क्षम्यताम्, आच्छादितवान् मायया सूर्यम् आच्छादितवान् यतः तत्र प्रथमं वाक्यमेव तत्र केवलं तत्र चिन्तनस्य आवश्यकता नास्ति. जयद्रथस्य वधः कर्तव्यः अत्र पश्यतु जयद्रथस्य वधः कर्तव्यः, कीदृशं वाक्यं तत्र? जयद्रथस्य षष्टिविभक्ति वधः कर्तव्यः, वधः कर्तव्यः तत्र कर्मणि वाक्यं, कर्मणि वाक्यं अत्र अत्र वाक्यं पुनः एकवारं पश्यतु. श्रीकृष्णः मायया सूर्यम् आच्छादितवान्. तत्र श्रीकृष्णः किं कृतवान्? मायया सूर्यम् आच्छादितवान्. किमर्थं? जयद्रथस्य वधः कर्तव्यः. किमर्थम् आच्छादितवान् इत्युक्ते यतः जयद्रथस्य वधः कर्तव्यः. अत्र वाक्यं कर्मणि वाक्यं, भवती जानाति एव महाभारते एषा कथा अस्ति. अवगतं वा वाक्यम्? आम् आम् भगिनि अवगतम्. आच्छादितवान् इत्युक्ते आवरणं, सूर्यस्य आवरणं कृतवान्. तेन सूर्यास्तः भवितः इति भाति जयद्रथस्य वधस्य कारणेन, वधं कर्तुं कर्तुम् इत्युक्ते अत्र किं किं किं कर्तव्यं? तत्र कर्तव्यं किम् इत्युक्ते जयद्रथस्य वधः करणीयः एव. तदर्थमेव श्रीकृष्णः मायया सूर्यम् आच्छादितवान्. अत्र अतः योजयित्वा वाक्यं वदतु, एतदेव वाक्यं. जयद्रथस्य वधः कर्तव्यः, अतः श्रीकृष्णः मायया सूर्यम् आच्छादितवान्. उत्तमम् उत्तमम्. द्वितीयं वाक्यं करोतु. घटोत्कचं कर्णस्य समीपं प्रेषितवान् यतः अर्जुनः शक्त्यायुधात् रक्षणीयः. तत्र घटोत्कच अत्र पश्यतु, कः प्रेषितवान्? श्रीकृष्णः. श्रीकृष्णः घटोत्कचं श्रीकृष्णः घटोत्कचं कर्णस्य समीपं प्रेषितवान् यतः अर्जुनः शक्त्यायुधात् रक्षणीयः. तत्र द्वितीयवाक्यं कर्मणि अस्ति. श्रीकृष्णः घटोत्कचं कर्णस्य समीपं प्रेषितवान् किमर्थम् इत्युक्ते अर्जुनः शक्त्यायुधात् रक्षणीयः. अर्जुनस्य रक्षणं इच्छितम् अस्ति तत्र, अतः श्रीकृष्णः तादृशं कृतवान्. तादृशं कार्यं कृतवान् कार्यं कृतवान् उत्तमम्. अत्र अर्जुनः रक्षणीयः इति अर्जुनस्य विशेषणमस्ति. अर्जुनः रक्षणीयः. अत्र रक्षणीयः, रक्षणीय इति पदमत्र अनियर् प्रत्ययान्तरूपम् अस्ति. तत्र विशेषणम् अस्ति इति कृत्वा रक्षणीयः इति अस्ति. रक्षणीयं रक्षणीया अपि भवति न भगिनि? भवति भवति अनियर् प्रत्ययान्तरूपं. किन्तु अनियर् प्रत्ययः वा तव्यत् पूर्वस्मिन् वाक्ये कर्तव्यः इति अस्ति. कर्तव्यः तव्यत् प्रत्ययान्तरूपम्. अत्र अनियर् अस्ति, अपि च तृतीयं वाक्यं तत्र कार्यम् इति अस्ति. इत्युक्ते कर्तव्यं करणीयं कार्यम् एतत् पदत्रयमपि समानार्थकपदम् एव. इत्युक्ते अत्र कर्मणि प्रयोगे एव तेषाम् उपयोगं कुर्मः. अत्र अर्जुनः रक्षणीयः केन? श्रीकृष्णेन अपि कर्णात् रक्षणीयः. कर्णात् रक्षणीयः, उत्तमम्. अत्र शक्त्यायुधात् इति पदमस्ति. तत्र किञ्चित् पदविच्छेदं करोतु. शक्ति आयुधा अपि आयुधस्य पञ्चमीविभक्ति. शक्तियोगः आयुधात् शक्त्यायुधात् तत्र इकारः यण् सन्धिः भवति. इत्युक्ते अर्जुनः कस्मात् रक्षणीयः? शक्ति आयुधात् रक्षणीयः. उत्तमं, तावदेव अत्र. धन्यवादः भगिनि. अत्र गीताञ्जलि भगिनी भवती करोतु अग्रिमं वाक्यं. श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् यतः भीमस्य रक्षणं कार्यम्. श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् यतः भीमस्य रक्षणं कार्यम्. अत्र भीमस्य रक्षणं कार्यं श्रीकृष्णः भीमस्य रक्षणं कार्यम् अत्र आरम्भे अत्र यतः योजयित्वा वाक्यं दत्तमस्ति. अतः योजयित्वा वदतु. आरम्भे अतः भगिनि अत्र अस्मिन् अत्र पुस्तके यतः योजयित्वा वाक्यं दत्तमस्ति. अत्र श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् यतः भीमस्य रक्षणं कार्यं. कार्यं किमर्थं चेत् इति अर्थः यतः. अत्र अतः योजयित्वा वदतु. अतः भीमस्य रक्षणं कार्यं यतः श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान्. किञ्चित् चिन्तयतु अत्र कथं वक्तव्यम्. अतः योजयित्वा कारणवाक्यं किं, कार्यवाक्यं किम्? कारणवाक्यं भीमस्य रक्षणं कार्यम्. भीमस्य रक्षणं कार्यम् अतः. अतः श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान्. श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् इति श्रीकृष्णः कृतं केन कारणेन? भीमस्य रक्षणं कार्यम् इति कारणेन. इत्युक्ते अत्र केन कृतं? श्रीकृष्णेन कृतम्. उत्तमं, भवती जानाति वा कथां जानाति वा लोहभीमं प्रेषितवान्? न भगिनि. पठतु भगिनि, कथा सम्यक् अस्ति, समीचीना कथा अस्ति अस्मिन् विषये. अत्र महाभारतस्य अन्ते एतत् सर्वम् अभवत्. अत्र धृतराष्ट्रः इति पदमस्ति. अत्र धृतराष्ट्रः इत्युक्ते तत्र अहं चिन्तयामि बहुव्रीहि समासः अस्ति. धृतं राष्ट्रं येन सह धृतराष्ट्रः. वयं जानीमः ध्रुधातुः रूपमेव धरति. अत्र राष्ट्रम् इत्युक्ते राज्यं. धृतं राष्ट्रं येन सह धृतराष्ट्रः, तत्र समस्तपदमस्ति. भीमस्य रक्षणं कार्यम्, अत्र कार्यम् अत्र ञत् अथवा यत् इति प्रत्ययः अस्ति तत्र. अग्रिमं वाक्यं करोतु. श्रीकृष्णः अश्वत्थामा हतः इति वाचितवान् यतः द्रोणाचार्यः मारणीयः. अत्र अतः योजयित्वा वदतु. द्रोणाचार्यः मारणीयः अतः श्रीकृष्णः अश्वत्थामा हतः इति वाचितवान्. उत्तमम्. अत्र द्रोणाचार्यः मारणीयः, अत्र मारणीयः तत्र पदं मृधातुः, तस्य लट्लकाररूपं म्रियते, किन्तु अत्र मारयति इति णिजन्तरूपमस्ति. द्रोणाचार्यः मारणीयः केन, कस्मै? तत्र केन इत्युक्ते तत्र वाक्यं तु कर्मण्यर्थे अस्ति, द्रोणाचार्यः मारणीयः इति पदमस्ति. अत्र पश्यतु, अश्वत्थामा इति पदमस्ति. कोऽपि जानाति वा तस्य अश्वत्थामा इति पदस्य प्रातिपदिकं किम्? तत्र मूलरूपम् अश्वत्थामन्. अश्वत्थामन् उत्तमम्. अश्वत्थामन् यथा आत्मा शब्दवत्, आत्मा आत्मानौ आत्मानः तादृशरीत्या अत्र नकारान्तपदम् अश्वत्थामा. अत्र पश्यन्तु, श्रीकृष्णः वाचितवान्. कीदृशं वाक्यम् अत्र वाचितवान्? तवतु. तवतु, अपि च इतोपि वदतु, कोऽपि वदतु, शोभा भगिनी वदतु, अत्र वाचितवान् उक्तवान् उक्तवान् वाचितवान् इत्युक्ते सः न उक्तवान्, अन्यस्य मूलकेन वाचितवान्. तदेव वक्तव्यं, तदेव श्रोतुमिच्छामि. इत्युक्ते अत्र श्रीकृष्णः वाचितवान्, तत्र कः उक्तवान्? धर्मराजः उक्तवान्. श्रीकृष्णः वाचितवान् किन्तु धर्मराजः उक्तवान्. किम् उक्तवान्? अश्वत्थामा हतः इति उक्तवान् धर्मराजः. तत्र कथायां वयं सर्वे जानीमः एव, अत्र वाचितवान् इति पदं णिजन्तरूपं, णिच् प्रत्ययान्तरूपं, वच्छिधातोः रूपं वक्ति इति रूपम् अस्ति, वक्ति इति रूपं. किन्तु अत्र वाचित इति रूपमस्ति, इत्युक्ते यथा गीताञ्जलिभगिनी उक्तवती तवत् रूपं, किन्तु निजन्तरूपम् अस्ति. सः स्वयं न उक्तवान्, धर्मराजेन वाचितवान् श्रीकृष्णः. उत्तमम्, अन्तिमं वाक्यं करोतु. श्रीकृष्णः पाण्डवान् अन्यत्र नयति यतः द्रोणपुत्रस्य कुटिलताम् ऊहितवान्. द्रोणपुत्रस्य कुटिलताम् ऊहितवान् अतः श्रीकृष्णः पाण्डवान् अन्यत्र नयति. इत्युक्ते अत्र द्रोणपुत्रस्य कुटिलता, द्रोणपुत्रः इत्युक्ते अश्वत्थामा एव, द्रोणपुत्रस्य कुटिलताम् ऊहितवान् कः? श्रीकृष्णः. अतः सः पाण्डवान् अन्यत्र नयति. कुटिलता इत्युक्ते अत्र वक्रबुद्धिः अथवा वक्रधीः इति पदमपि अस्ति, अथवा कुटिलता इत्युक्ते कापक्यम् इति पदमस्ति. तत्र तादृशानि पदानि अपि सन्ति. अत्रापि अतः यतः योजयित्वा सम्यक् अभ्यासः, अयमपि सम्यक् अभ्यासः अस्ति. तदनन्तरं वदतु. प्रश्नः अस्ति, कृष्णेन पाण्डवान् अन्यत्र नयति आर् कृष्णः पाण्डवान् अन्यत्र नयति? अत्र पश्यतु, श्रीकृष्णः पाण्डवान् नयति, अत्र नयति इति नी धातुः अस्ति, नी धातुः सकर्मकधातुः, तदर्थमेव अत्र पाण्डवान् कीदृशं रूपम्? लट्लकार. पाण्डवान् भगिनी, अत्र पदं सुबन्तपदं, सुबन्तपदम् अस्ति चेत् विभक्तिः का? द्वितीय बहुवचनम्. इत्युक्ते किं द्वितीय बहुवचनम् इत्युक्ते? कर्मपदम्. कर्मपदं. श्रीकृष्णः पाण्डवान् नयति. नो चेत् कर्मणि वाक्यं रचयामश्चेत् कथं वक्तव्यं? कर्मणि वाक्यं वदतु, भवती एव वदतु. श्रीकृष्णेन वदतु पाण्डवाः अन्यत्र नयति. श्रीकृष्णेन पाण्डवाः अन्यत्र नीताः तदपि भवति. धन्यवादः. उत्तमम्. उत्तमं. तावदेव अत्र. इदानीं पर्यन्तं वयम् अतः यतः योजयित्वा वाक्यानि परिशीलितवन्तः. तदनन्तरं वयम् अत्र अभ्यासपुस्तके अन्यः विषयः अस्ति, शरीरस्य भागानां नामानि ज्ञातव्यानि. अतः अभ्यासपुस्तकं पश्यन्तु एकवारं. तत्र तस्मिन् पुस्तके 34.1 भागे कस्मिन् पुटे? द्विसप्ततितमे पुटे, 72 पेज्, द्विसप्ततितमे पुटे तत्र कानिचन पदानि सन्ति. अत्र अरुणा भगिनी भवती पठतु अत्र. पुस्तकमस्ति. किं पठामि अत्र 34.1 भागे? उपरि सूचना अस्ति. शरीरस्य अवयवानां नामानि अत्र सन्ति, तानि उचिते स्थाने लिखतु. प्रथमतया अत्र उपरि यानि यानि पदानि सन्ति तेषां रूपाणि कानि वदतु. प्रथमं केशः सन्ति. न अत्र सूचनां पठितवती, किन्तु तत्र पदानि सन्ति रक्तवर्णैः लिखितानि पदानि, तेषां विषये वदतु. शरीरस्य सप्तमी षष्टिविभक्ति एकवचनं शरीरं प्रातिपदिकम् अवयव अत्र भगिनि अत्र प्रातिपदिकं शरीरान्तप्रातिपदिकम्. उत्तमं. वदतु भगिनि, क्षम्यताम्. अवयवानां षष्टि बहुवचनं अवयवः इति अहं मन्ये. प्रथम अकारान्त पुंलिङ्गशब्दः. अकारान्तपुंलिङ्गशब्दः अवयवः, किन्तु अङ्गम् इति वदामश्चेत् नपुंसकलिङ्गपदं, किन्तु अत्र अवयवः षष्टि बहुवचनं. वदतु. नामानि प्रथमाविभक्ति बहुवचनं नामन् रूपाणि वदतु एकवारम्. अहं न जानामि. वदतु भगिनी, गीताञ्जलि भगिनी वदतु. अहं नामानि. भूमा भगिनी वदतु. नाम्ना नाम्नी. क्षम्यतां भगिनि, सम्यक् न जानामि. नाम्नि क्षम्यताम्. कः का वदति अधुना अत्र? शायिकृष्णमहोदय भवान् वदतु. न भगिनि, गीताञ्जलि भगिनी वदतु. अहं पश्यामि भगिनि. नाम नाम्नी अथवा नामनि बहुवचन नामानि. कथं वक्तव्यम् इत्युक्ते नाम नामनी नामानि कथं वक्तव्यं? उत्तमं. द्वयोः दत्तं भगिनि, नाम्नि अपि च नामनि. नामनि उत्तमम्. इत्युक्ते द्विवचने रूपद्वयम् अस्ति इति भवति. अस्तु, अधुना अत्र का पठन्ती अस्ति अरुणा भगिनी, पठतु अत्र. अत्र अव्ययं सन्ति अस् धातु प्रथम पुरुष बहुवचनं सन्ति अस्ति. अस् धातोः लट् रूपाणि वदतु एकवारम्. अस्ति सः सन्ति. अपि च असि सः सा अस्मि मा स्वः स्वः स्वः स्वः स्मः. उत्तमम् उत्तमम् उत्तमम्. अनन्तरम् अग्रिमं पदं पठतु. तानि नपुंसकलिङ्गात् प्रथम बहुवचनम्. अत्र द्वितीय बहुवचनं द्वितीयवचनं तत् शब्द दकारान्त तत् शब्दः उचिते. अहम् उचिते सप्तमे एकवचनम् उचित् उचित् शब्दः प्रातिपदिक उचितशब्दः उचितशब्दः इत्युक्ते अत्र अहं चिन्तयामि क्तान्तरूपम् इति अहं चिन्तयामि. किन्तु द्रष्टव्यं धातुः कः इति द्रष्टव्यम्. स्थाने अपि सप्तमी एकवचनं स्थान अकारान्त पुंलिङ्गशब्दः स्थाने लिखतु न भगिनि. अत्र पश्यतु भागम् अत्र पश्यतु स्थानं स्थानम् इति पदमस्ति. स्थानम् इति पदस्य विशेषणमेव उचितं स्थानं तस्य सप्तम्यन्त्ररूपम् एकवचनम्. अस्तु वदतु. लिखतु मध्यमपुरुषं बहुवचनं लट्लकार चिन्तयतु. विदिलिङ्ग् न गीताञ्जलि भगिनी वदतु. प्रश्नः कः भगिनी? लिखतु कीदृशं रूपं लोट् लकार भगिनी एकवचन प्रथमपुरुष. उत्तमं लोट् लकार प्रथमपुरुष एकवचनं. भवती वक्तुं शक्नोति वा अन्यानि रूपाणि लोट् रूपाणि वदतु. लिखतु लिखतां लिखन्तु लिख लिखतं लिखत लिखानि लिखाव लिखाम इति. उत्तमम् उत्तमम् उत्तमं भगिनि. अधुना अरुणा भगिनी अत्र पदानि सन्ति कति पदानि? षोडशपदानि इति भाति. एकमेकं पदं स्वीकृत्य एकं वाक्यं वदतु. केशाः भवती जानाति एव एतेषां एतानि पदानि. अतः वदतु एकं वाक्यं वदतु. केशाः केशाः शिरः ललाटः कर्णः नासिका मुखं कपोलः कण्ठः वक्षस्थलं स्कन्धः भुजः अङ्गुली नखः पादः उदरं कटिः. केशाः कीदृशं पदम्? अकारान्त शब्दः प्रथम बहुवचनं. एकं वाक्यं वदतु केशाः योजयित्वा. मम केशाः कृष्णवर्णः वर्णाः. इत्युक्ते किं वदामः संस्कृतभाषायां? पलिताः. पलिताः इत्युक्ते पलितकेशाः इत्युक्ते वैट् हेयर्. किन्तु कृष्णकेशाः इत्युक्ते ब्लाक् हेयर्. उत्तमम्. अत्र शिरः शिरः इति पदं योजयित्वा वदतु. शिरः नो चेत् अत्र शिरः इति पदं कीदृशं पदं प्रातिपदिकं किम् दन्त्यसकारान्तशब्दः रूपाणि वदतु पुंलिङ्गशब्दः न नपुंसकलिङ्गपदम् शिरः शिरसि शिरां शिरांसि शिरः शिरसि शिरांसि उत्तमम् उत्तमं भगिनी धन्यवादः अनन्तरम् अचीत् करोमि मम समीपे शब्दमञ्जरि चिन्ता मास्तु उत्तमं वदतु भगिनी एकं वाक्य वदामि वदतु शिरं अधः वदतु भगिनि वाक्यं वदतु शिरं भूमौ स्थाप्य अहं शिरशासनं करोमि अत्र शिरम् इति वा इति समीचीनं वा शिरः इति पदं नपुंसकलिङ्गपदं सकारान्तपदम् अतः द्वितीयाविभक्ति शिरः शिरः भूमौ स्थाप्य अहं शीर्षासनं करोमि उत्तमम् अनन्तरम् अत्र उत्तमं भगिनी भवती एव करोतु अत्र ललाटः इति अस्ति कीदृशं पदं ललाटः ललाटः पुंलिङ्ग् भगिनी पुंलिङ्ग् अकारान्त अकारान्त पुंलिङ्गपदं किन्तु अहं दृष्टवती शब्दकोशं दृष्टवती अतः वदामि तत्र नपुंसकलिङ्गपदमपि अस्ति इति लिखितमस्ति किन्तु अत्र तु अकारान्त पुंलिङ्गपदम् अस्ति भवन्तः सर्वे श्रुतवन्तः एव एकं श्लोकः अस्ति कस्तूरीतिलकं ललाटफलके वक्षस्थले कौस्तुभं तस्मिन् श्लोके बहूनि पदानि सप्तम्यन्तरूपाणि सन्ति ललाटफलके वक्षस्थले कौस्तुभं तादृशं श्लोकः अस्ति उत्तमं भगिनि अनन्तरम् अत्र अन्ये के के सन्ति अत्र सूर्यकुमारी भगिनी भवती वदति वा अग्रिमं पदं हा भगिनि कर्णः कर्ण अकारान्त पुल्लिङ्गशब्दः अकारान्त पुंलिङ्गशब्दः अत्र कर्णः पदं पुंलिङ्गपदं किन्तु श्रोत्रम् इति पदमस्ति श्रोत्रम् इति नपुंसकलिङ्गपदं तथा एव ललाटः इत्यस्य कृते अन्यत् पदमस्ति मूर्धा इत्युक्ते ललाटः मूर्धा इति पदं नकारान्तपदम् मूर्धा अस्ति अपि च श्रोत्रं श्रोत्रेण किं कुर्मः अथवा कर्णैः श्लोकं कर्णैः श्लोकाः श्रोत्रं शृणुमः शृणुमः किन्तु अत्र कर्णैः कर्णैः इति वदामश्चेत् अत्र बहुवचनं भवति किन्तु कथं वक्तव्यं कर्णाभ्याम् कर्णाभ्यां शृणु द्विवचनं कर्णाभ्यां शृणुमः अनन्तरं नासिका कीदृशं पदम् आकारान्त स्त्रीलिङ्ग आकारान्त स्त्रीलिङ्गपदम् अत्र नासिकया किं करोति भवती नासिकया श्वासने घ्राण कोऽपि वदतु, नासिकया किं कुर्मया? अहं उच्छ्वासन उच्छ्वासनं करोमि. उच्छ्वास निरुच्छ्वास अस्ति वा? जिघ्रामि. तद्वक्त नासिकया जिघ्रामि, जिघ्रति जिघ्रति घ्राणेन्द्रियं घ्राणेन्द्रियं तत्र जिघ्रामि. कर्णः श्रवणेन्द्रियं श्रोत्रेन्द्रियं, किन्तु नासिका घ्राणेन्द्रियं. जिघ्रामि नासिकया जिघ्रति तादृशं पदमस्ति. उत्तमम्. अनन्तरं मुखं मुखं मुखं कीदृशं पदम्? नपुंसकलिङ्गम्. अत्र मुखम् इति अत्र चित्रं पश्यतु. मुखम् इत्युक्ते किम् अत्र? कोऽपि वदतु संस्कृतभाषायां मुखम् इत्युक्ते. संस्कृतभाषायां मुखम् इत्युक्ते मौत्. मौत् अपि मौत् इति वक्तव्यं. मुखस्य अन्ते दन्ताः सन्ति. दन्ताः दन्तैः किं कुर्मः? दशामः. उत्तमं. दन्तैः वदतु. नासिका इति नोस् अस्ति अथवा नोस्ट्रल्? भगिनी यदि नोस्ट्रल् अस्ति चेत् द्वयोः द्वितीय वचन उत्तमं वा भगिनी? नासिका नासिके जिघ्रामि. नासिका इति आकारान्तपदमस्ति. नासिका इत्युक्ते नोस्. नोस् इत्युक्ते तत्र नासिका एका एव. नासिका नासिकया जिघ्रामि, नासिकाभ्याम् इति न वक्तव्यं. तत्र द्विवचनं नास्ति. किन्तु अत्र स्पोकन् संस्कृत नोस्ट्रल् अपि नासिका दत्तां भगिनि. अहं किन्तु अहं चिन्तयामि नासिका इत्युक्ते नोस् एव, एका एव. अस्तु, उत्तमम् उत्तमम्. अनन्तरं मुखस्य अन्ते दन्ताः सन्ति. दन्तैः चर्वणं कुर्मः. चर्वणं चर्वणम् इत्युक्ते चूयिङ्ग्. चर्वणं कुर्मः. अनन्तरम् अत्र कपोलः. धन्यवादः भगिनी. अनन्तरं साईकृष्णमहोदय भवान् वदतु अत्र कपोलः इति पदम् कीदृशं पदम् इत्युक्ते किम्? अकारान्तपुल्लिङ्गः. वदतु भगिनि. अकारान्तपुल्लिङ्गः. अकारान्तपुल्लिङ्गपदं. कपोलः इत्युक्ते किम्? चीक्स्. उत्तमम्. अग्रिमं पदमस्ति कण्ठः. कण्ठः अपि अकारान्तपदं पदमेव. अत्र कण्ठस्थः इत्युक्ते किम्? साधारणतया एतत् एतं श्लोकं कण्ठस्थं कुर्वन्तु इति वदामः. कण्ठस्थः इत्युक्ते कण्ठे स्थापयतु. कण्ठे स्थापयतु. कण्ठस्थः इत्युक्ते सः श्लोकः भवत्याः कण्ठे अस्ति. केवलं कण्ठे एव अस्ति, मनसि अस्ति वा हृदये अस्ति वा इत्यपि केवलं कण्ठस्थः इति पदं. मननं कुर्मः चेत् मनसि तिष्ठति. मननं कुर्मः चेत् मनसि तिष्ठति. हृदयगतमस्ति गतः अस्ति वा कण्ठ केवलं कण्ठस्थः कण्ठे अस्ति वा इति ज्ञातव्यम्. उत्तमम्. अनन्तरं यः कण्ठे स्थाप्य सः कण्ठस्थः. यत् कण्ठे अस्ति तदेव कण्ठस्थः इत्युक्ते तत्र स्थाधातुः रूपं स्थाधातुः स्थाधातोः रूपं किम् अस्ति तिष्ठति क्षम्यतां स्थाधातोः रूपं तिष्ठति यः कण्ठे तिष्ठति तदेव कण्ठस्थः कण्ठस्थः गृहस्थः यथा गृहस्थः इव उत्तमम् अत्र कण्ठ इति पदं कण्ठः इत्युक्ते थ्रोट् इति अर्थः किन्तु नेक् नेक् इति वदामश्चेत् अन्यत् पदमस्ति ग्रीवा इत्युक्ते नेक् आकारान्तस्त्रीलिङ्गपदं ग्रीवा अग्रिमं पदमस्ति वक्षस्थलम् इति पदमस्ति वक्षस्थलम् इत्युक्ते चेस्ट् अपि च अत्र संस्कृतभाषायाम् अन्यत् पदमस्ति तत् किम् इत्युक्ते वदतु ऊरः ऊरः तत्र प्रातिपदिकं किम् उरस् उरस् उरस् प्रातिपदिकं सकारान्तप्रातिपदिकं तत्र अत्र एकं पदमस्ति उरगः उरगः इत्युक्ते सर्पः किन्तु किमर्थम् अत्र अरुणभगिनी वदतु अत्र विग्रहवाक्यं कथं वक्तव्यम् उरगः उरगेन गच्छति इति उरगः भवती उरगेन इति उक्तवती किन्तु उरस् इति सकारान्तपदं तत्र उरसा गच्छति इति विग्रहवाक्यं भवति उरगः इति पदं समस्तपदम् उरगः इत्युक्ते सर्पः उरस् उरः इत्युक्ते वक्षस्थलम् एव किन्तु अन्यत् पदं स्कन्धः इत्युक्ते वदतु भगिनि शोल्डर् स्कन्धः भुजः भुजः इत्युक्ते उत्तमम् अङ्गुली कीदृशं पदं भगिनि भुजः वदतु पूर्ण फुल् आर्म् भगिनि भुजः अपि च ओन्लि फोर् आर्म् अपर् आर्म् अपर आम् उत्तमम् अङ्गुली कीदृशं पदं स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् अत्र अङ्गुलीयकम् इत्युक्ते किं रिङ्ग् रिङ्ग् फिङ्गर् रिङ्ग् उत्तमं नखः कीदृशं पदं लिङ्ग् अत्र भवती श्रुतवती एव शूर्पणख शूर्पणख इति पदमस्ति तत्र तस्य को अर्थः इत्युक्ते वदतु शूर्प आयुधः अस्ति शूर्प शूर्पः संस्कृतभाषायां शूर्पः इत्युक्ते विन्नौ शूर्पाः इव नखाः यस्याः सा बहुव्रीहि समासः तत्र शूर्पाः इव नखाः यस्याः सा शूर्पणखा पादः अपि च उदरम् उदरं कीदृशं पदं नपुंसकलिङ्गपदं नपुंसकलिङ्गपदम् उत्तमं कटिः पुल्लिङ्गपदम् कीदृशं पदम् इकारान्तपुल्लिङ्गपदं भगिनी वदतु हरिशब्दवत् कटिः हरिशब्दवत् कटिः टटिः कीदृशं पदम्? इकारान्त पुंलिङ्गशब्दः. अत्र कटिः पुंलिङ्गशब्दः वा? आं, कटिं पूजयामि. अत्र अत्र कटि दीर्घ ईकारान्तपदमपि अस्ति. कटिः इत्युक्ते अत्र स्त्रीलिङ्गपदम् इति दृश्यते भगिनि, एकवारं पश्यतु. स्त्रीलिङ्गपदम् इव भाति कटिः. उत्तमम्. अनन्तरं भगिनि एकः प्रश्नः, विषयान्तरम् अस्ति किन्तु, गृहस्थः इत्युक्ते यः गृहाश्रमे स्तः इति अस्ति अथवा न? तत् गृहस्थः इत्युक्ते तत् अर्थम् अवगच्छामि. गृहाश्रमे तिष्ठति यः. गृहिणी कथम् आगच्छति? तस्य गृहस्थः इत्यस्य स्त्रीलिङ्गरूपमेव वा? अत्र किञ्चित् वक्तव्यं. गृहस्थः इति समस्तपदम्. अत्र स्थाधातोः रूपं तिष्ठति. समस्तपदमस्ति इति कृत्वा समीचीनतया विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते, यः गृहे तिष्ठति सः गृहस्थः. किन्तु गृहिणी इत्युक्ते तत्पदं कथमागतम् इति, तस्य रूपं कथमागतम् इति द्रष्टव्यं. किन्तु तस्य निर्वचनमस्ति, गृहिणी गृहमुच्यते इति एकं वाक्यमस्ति. गृहिणी गृहमुच्यते इति वक्तव्यं. तत्र गृहस्थः इति पदस्य स्त्रीलिङ्गरूपं गृहिणी नास्ति, किन्तु साधारणतया तथा वदामः. किन्तु गृहिणी इति पदं कथमागतं तदपि द्रष्टव्यं. शब्दकोशम् अथवा पदं कथमागतम् इति द्रष्टव्यमेव. अस्तु भगिनि, अहं चिन्तितवती गृहस्थाश्रम पालयति अतः गृहस्थः इति. इत्युक्ते अत्र आश्रमः इति पदं योजन तस्य आवश्यकता नास्ति. केवलं यः गृहे तिष्ठति सः गृहस्थः, तथा विग्रहः किं भवति? पालयति सा गृहिणी. तदेव. किन्तु पदं कथमागतम् इति द्रष्टव्यम्. इत्युक्ते तत्र प्रातिपदिकं किं, तत्र कीदृशप्रत्ययः अस्ति अन्ते, तत्र सुबन्तपदं कथमागतम् इति द्रष्टव्यम्. अनन्तरम् अत्र ओष्ठः इति पदमस्ति. ओष्ठः इत्युक्ते लिप्स्. अत्र पादः इति पदमस्ति. पादः इति पदस्य कृते संस्कृतभाषायाम् अन्यत् पदमस्ति, अङ्घ्रि इति पदमस्ति. अङ्घ्रिद्वयं, पादद्वयम् अथवा चरणद्वयम् इति पदमपि अस्ति. अधुना अत्र शरीरस्य विषये अहं किञ्चित् पठितवती, अतः किञ्चित् वदामि. अत्र संस्कृतभाषायाम् एका सूक्तिः अस्ति, शरीरमाद्यं खलु धर्मसाधनम् इति एका सूक्तिः अस्ति. किन्तु केन विरचिता इमं तत्र सूक्तिः इत्युक्ते, कालिदासेन विरचितं. कुमारसम्भवम् इति काव्यम् अस्ति, तस्मिन् काव्ये एतत् वाक्यं लिखितमस्ति. तस्मिन् काव्ये शङ्करः पार्वतीं प्रति वदति, शरीरमाद्यं खलु धर्मसाधनम्. किन्तु अस्य वाक्यस्य अन्वयः कः इति पश्यामश्चेत्, धर्मसाधनं शरीरम् आद्यं खलु इति अर्थः. धर्मसाधनम् इदं शरीरं, शरीरं विना धर्माचरणम् असाध्यम्. इत्युक्ते शरीरस्य विषये यदि वयं गभीरतया चिन्तनं कुर्मः चेत्, सर्वदा अस्माकं जीवने सर्वेषां कर्मणां मूलसाधनं शरीरम् एव. शरीरं विना वयं किमपि कर्तुं न शक्नुमः. शरीरस्य आरोग्येण एव अस्माभिः अस्माकं सर्वाणि अभीष्टानि सिद्ध्यन्ति. अपि च यदि स्वास्थ्यमस्ति चेदेव वयं धर्माचरणं कर्तुं शक्नुमः. यदि वयं रोगाक्रान्तः इत्युक्ते रोगेण पीडितः भवामश्चेत् पीडिताः भवामश्चेत् तदा वयं किमपि कर्तुं न शक्नुमः. इत्युक्ते धर्माचरणार्थम् आरोग्यसहितं शरीरम् आवश्यकं. तदर्थम् अस्माकं कार्यं किम् अथवा अस्माकं कर्तव्यं किम् इत्युक्ते शरीरपोषणम् इत्युक्ते धर्मसाधन धर्मसाधनभूतस्य एतस्य शरीरस्य रक्षणं अस्माकं कर्तव्यं. किन्तु कथं कर्तुं शक्नुमः तत् कार्यम् इत्युक्ते भोजनपानादिकनियन्त्रणेन आहारविहारनियन्त्रणेन सम्यक् आरोग्यं सिद्ध्यति. एतत् सर्वं भगवद्गीतायाम् अस्ति. भगवद्गीता किं वदति? भोजनपानादिकनियन्त्रणं करोतु, आहारविहारादयः तान् पश्यतु, तत्र तेषां नियन्त्रणं करोतु, तेन सम्यक् आरोग्यं सिद्ध्यति इति गीता वदति. इत्युक्ते अन्ततो गत्वा शरीररक्षणं एव अस्माकं कर्तव्यं. किमर्थं चेत् धर्माचरणम् आवश्यकम्. अस्माकं शरीरं धर्मसाधनम्, अतः शरीरमाद्यं खलु धर्मसाधनम् इति कालिदासः उक्तवान्. उत्तमम्. अनन्तरम् अत्र अग्रिमे पुटे एकः अभ्यासः अस्ति. तम् अभ्यासं गृहपाठरूपेण कुर्वन्तु. तदनन्तरं यः सः या सा इति अभ्यासः अस्ति 35.1 भागे. अत्र कः अस्ति? अत्र वेदा भगिनी भवती पठितुमिच्छति वा केवलं? सारि, ऐ एम् जस्ट् लिसनिङ्ग् बिकास् I have not attended the previous classes, no? So that's why. Astu. Chinta mastu. Sai Krishna Mohode, Bhavan Pathati va? Saha. Saha asti atra. Noche tatra Nalini Bhagini asti iti bhati. Bhavati Pathati va Bhagini? किं कुर्वती अस्ति? 92905. नमस्ते भगिनि, अहं पाकशाला मध्ये अस्मि, अतः अहं वक्तुं न शक्नोमि. भगिनि, वदामि. पठतु भगिनि. सूर्यकुमारी, उदाहरणं दृष्ट्वा एते के इति लिखतु. क्रीडालुः यः क्रीडति सः क्रीडालुः. अत्र किञ्चित् वदामि. अत्र सर्वे पश्यन्तु, अत्र एकं नूतनं पदमस्ति, क्रीडालुः इति पदमस्ति. संस्कृतभाषायाम् अन्यानि पदानि, तादृशानि पदानि सन्ति, यथा दयालुः, निद्रालुः, तन्द्रालुः, श्रद्धालुः, शयालुः, एतादृशानि पदानि सन्ति. अत्र क्रीडालुः इति पदम् अत्र समीचीनं पदं नास्ति इति वैयाकरणाः वदन्ति. किमर्थं चेत् तत्र तत्र क्रीडालुः इति पदं वदामश्चेत् तत्र प्रत्ययः आलुच् इति प्रत्ययः अस्ति. दयालुः, निद्रालुः, तन्द्रालुः, तत्र आलुच् प्रत्ययः अस्ति. किन्तु अत्र किं वक्तव्यम् इत्युक्ते, संस्कृतभाषायाम् अष्टाध्याय्याम् एकं सूत्रमस्ति. सूत्रं किं वदति इत्युक्ते, सर्वेषां पदानाम् अन्ते आलुच् प्रत्ययः मा भवतु. तत्र सूत्रं किमित्युक्ते, स्पृहि गृहि पति दय निद्रा तन्द्रा श्रद्धा एतेभ्यः अदेभ्यः अनन्तरम् आलुच् प्रत्ययः भवेत्. किन्तु क्रीड् धातोः अनन्तरम् आलुच् प्रत्ययः सम्यक् नास्ति इति केचन वैयाकरणाः वदन्ति. किन्तु प्रत्ययः तु आलुच्. क्रीडालुः इत्यस्य स्थाने क्रीडापटुः इति वदामश्चेत् इतोपि समीचीनं भवति इति वैयाकरणाः वदन्ति. गते सप्ताहे एव अहं भाषापाकः इत्यस्मिन् पुस्तके पठितवती, क्रीडालुः इति पदं शिष्टप्रयोगः नास्ति, क्रीडापटुः इति वदामश्चेत् समीचीनं पदं भवति इति ते वदन्ति. इत्युक्ते तत्र सूत्रं किं वदति, सूत्रे कानिचन पदानि दत्तानि, तेषाम् अन्ते एव आलुच् प्रयोगः भवति कर्तव्यः. सर्वेषां पदानाम् अन्ते आलुच् प्रत्ययस्य प्रयोगः न कर्तव्यः इति वदन्ति. इत्युक्ते क्रीडालुः इत्युक्ते कः? यः क्रीडति सः क्रीडालुः. यः क्रीडति सः क्रीडालुः. उत्तमम्. अग्रिमं करोतु. गायकः. यः गायति सः गायकः. स्त्रीलिङ्गे वदतु. यासा योजयित्वा वदतु. याशनकारः. भाषणकारः. भगिनि न न, तत्र स्त्रीलिङ्गे वदतु. गायिका. या गायिका. या गायति सा गायिका. या गायति सा गायिका. सा गायिका. उत्तमम्. अग्रिमं करोतु भगिनि. आलुच् प्रत्यये भगिनि यः दया अनुभवति सः दयालुः. किन्तु या दया अनुभवति सा अपि दयालुः भगिनि. इत्युक्ते यस्मिन् दया अस्ति सा दयालुः. यस्मिन् दया अस्ति सा दयालुः इति पुंलिङ्ग् पदं दयालुः. किन्तु स्त्रीलिङ्ग् रूपं स्त्रीलिङ्गपदमस्ति वा न वा इति द्रष्टव्यं. तत्र दयालुः तत्र यस्य यस्मिन् तत्र आलुच् प्रत्ययस्य योजनेन तादृशशीलः अस्ति तस्मिन्. इत्युक्ते निद्रालुः इत्युक्ते सः सर्वदा निद्रां करोति इति अर्थः. इत्युक्ते तस्य शीलः तादृशः. शीलः इत्युक्ते केरेक्टर्. क्रीडालुः. क्रीडालुः इति पदं सम्यक् नास्ति इति वदन्ति. दया यस्य यस्मिन् दया अस्ति तादृश शीलः अस्ति. उत्तमम्. अग्रिमं करोतु भगिनि. भाषणकारः. भाषणकारः. यः भाषति सः भाषणकारः. अत्र गायकः. गायकः इति पदमस्ति. गायकः इत्यस्मिन् पदस्य तत्र गै धातोः रूपं, किन्तु नुवल् प्रत्ययः. नुवल् प्रत्ययः अस्ति चेत् तत्र अक इति रूपम् आगच्छति. तत्र सूत्रमस्ति युवोरनाकौ इति सूत्रमस्ति. तेन सूत्रेण ल्युट् प्रत्ययस्य रूपमस्ति चेत् अन आयाति, णुवुल् प्रत्ययः अस्ति चेत् अक आयाति. अत्र गै धातोः रूपं, गै धातुः णुवुल् प्रत्ययः, तदर्थं रूपं गायक. उत्तमम्. अनन्तरम् अत्र भाषणकारः इति पदमस्ति. भाषणकारः इति पदं समस्तपदम्. किन्तु विग्रहवाक्यं कथं वक्तव्यं? यः भाषणं करोति सः भाषणकारः. तत्र यः भाषणं करोति सः भाषणकारः इति वदामश्चेत् तत्र किं भवति? साधारणतया द्वयोः सुबन्तयोः मध्ये एव समासः भवति. किन्तु अत्र विग्रहवाक्ये तिङन्तपदं क्रियापदं दृश्यते, अतः अत्र उपपदसमासः इति वदामः. अत्र कुम्भकारः, चित्रकारः, भाषणकारः, लिपिकारः, तादृशरीत्या चित्रकारः, एतादृशानि पदानि उपपदसमासस्य कृते उत्तमानि उदाहरणानि. यः भाषणं करोति सः भाषणकारः. भाषणकारः, उत्तमं भगिनी, धन्यवादः. अनन्तरं शोभा भगिनी भवती पठतु अग्रिमं. आं भगिनि. चालकः, यः चालयति सः चालकः. या चालयति सा चालकी. चालिका, चालकी, चालिका, चालकी, न जानामि, चालिका अस्ति वा? चालकः द्रष्टव्यं भगिनि अत्र. तत्र नर्तकः अस्ति चेत् नर्तकी भवति, किन्तु अत्र चालकः अस्ति चेत् चालका चालिका भवति वा? द्रष्टव्यं. हा, तदपि नवुल् प्रत्ययः अस्ति. कः खा खम् स्त्रीलिङ्गे उक्तवती भगिनि. चालका, चालिका. तद् द्रष्टव्यं भगिनि, तत्र कीदृशं रूपं सिद्ध्यति, तत्र कीदृशप्रत्ययः इत्युक्ते अत्र णीप् णीष् तादृशप्रत्ययाः सन्ति चेत् स्त्रीप्रत्ययाः इति वदामः. स्त्रीप्रत्ययाः टाप् डाप् तथा प्रत्ययाः पदस्य अन्ते आगच्छन्ति चेत् आ इति रूपम् आगच्छति. यथा विद्या, तादृशानि रूपाणि सिद्ध्यन्ति. किन्तु अत्र नर्तकी इति वदामश्चेत् तत्र ईकारः अस्ति, इत्युक्ते तत्र स्त्रीप्रत्ययः एव अस्ति किन्तु भिन्नप्रत्ययः अस्ति तत्र. अत्र वैद्या इति रूपम् अस्ति, तत्र तदपि स्त्रीलिङ्गपदमेव किन्तु तत्र अन्ते भिन्नप्रत्ययः अस्ति, स्त्रीप्रत्ययः. आगच्छति चेत् तत्र टाप् वा डाप् तादृशप्रत्ययाः सन्ति. ई पदस्य अन्ते ईकारः अस्ति चेत् नीप् नीश् तादृशप्रत्ययाः भवन्ति. किन्तु अत्र चालकः इत्यस्य स्त्रीलिङ्गपदं किं भवति द्रष्टव्यम्. अहं चिन्तयामि चालिका भवति वा, अध्यापकः शब्दवत् अस्ति वा भगिनि? चालिका, अध्यापिका, लेखिका, लेखिका तथा भवति इति कृषलिङ्गेषु कः काकं, कः काकं किं भगिनि, तत् किं त्रिशलिङ्ग, कः पुल्लिङ्ग, का स्त्रीलिङ्ग, खं नपुंसकलिङ्ग, चालकं, तथा न भवति, तथा न भवति. इत्युक्ते अत्र भिन्नप्रत्ययः अस्ति. अत्र पुंलिङ्गे चालकः अस्ति किन्तु यथा भगिनी उक्तवती अध्यापिका इव, लेखिका इव, चालिका भवति वा, द्रष्टव्यं. चिन्ता मास्तु, अग्रिमं करोतु भगिनी. लेखकः, यः लिखति सः लेखकः, या लिखति सा लेखिका. वैद्या, या चिकित्सां करोति सा वैद्या. यः चिकित्सां करोति सः वैद्यः. तत्र चिकित्सा स्त्रीलिङ्गे अस्ति इति कृत्वा चिकित्सां. दीर्घ आकारः. नर्तकी या नृत्यं करोति सा नर्तकी, यः नृत्यं करोति सः नर्तकः. नर्तकः उत्तमम्. अपि च नटः. नर्तकः नृत्यं करोति. नटः नास्ति भगिनि. यः, तत् भिन्नं पदं भगिनि. अत्र नटनं करोति सः नटः, नटी, तादृशानि पदानि भिन्नानि. अत्र यः नृत्यं करोति, नृत्यति, नृत्यति, नृत्यति सः एव नर्तकः. या नृत्यति सा नर्तकी. उत्तमं भगिनि, अग्रिमं करोतु. अध्यापिका या अध्ययनं कारयति सा अध्यापिका. तथा न वक्तव्यं. कथं वक्तव्यं? या अध्यापनं करोति. या अध्यापनं करोति सा अध्यापिका. यः अध्यापनं करोति सः अध्यापकः. अत्र पदद्वयमस्ति. अध्ययनम् एकं पदम्, अध्यापनं भिन्नं पदम्. अध्यापनम् इति वदामश्चेत् तत्र णिजन्त् रूपम् अस्ति. कथम् अत्र णिजन्त् रूपं कथं वदामः? अत्र अध्यापकः इति पदं स्वीकुर्मः चेत् पदं कथम् आगतम् इति पश्यामश्चेत् अधि इति उपसर्गः अस्ति, इ धातुः अस्ति, इ धातोः रूपमेव एति. तदनन्तरं णिच् प्रत्ययः अस्ति. तदनन्तरं णुवल् अध्यापकः. अधि उपसर्गपूर्वकः, इन् गतौ, एति, इ धातोः रूपम् एति अस्ति. अधियोगः इ धातुः योगः णिच् अस्ति. अत्र णिजन्तमस्ति, णिजन्तरूपम् अस्ति इति कारणतः एव पुगागमः भवति, पकारः आगच्छति. दा धातोः रूपं दापयति, गा धातोः रूपं, गै धातोः रूपं गापयति. णिजन्तरूपाणि. अत्र अध्यापयति तत्र अस्ति. ह्रि ब्लि क्नुयि क्ष्मायातां पुङ्नौ इति सूत्रमस्ति. तेन सूत्रेण निजन्तरूपेषु दीर्घ आकारान्तधातुषु पुगागमः भवति, पकारः. पुगागमः इत्युक्ते पकारः आयाति. तदर्थमेव अत्र अध्यापयति, अध्यापनं, तत्र पकारः. निर्मा धातोः रूपं मापयति, दा धातोः रूपं दापयति. तादृशरीत्या अत्र अध्यापनम् इति ल्युडन्तरूपं, किन्तु णिच् णिच् अपि अस्ति तत्र. प्रेरणार्थे णिच् इति वदामः, इत्युक्ते सः न करोति, अन्यं प्रेरयति, कार्यं कर्तुं प्रेरयति. तदर्थमेव णिच् इति योजयामः. साधारणतया णिच् प्रत्ययः कुत्र भवति इत्युक्ते प्रेरणार्थे भवति. प्रेरणार्थे णिच् इति वदामः. कार्ये भगिनि तत्र कथं वक्तव्यं? साधारणतया णिच् प्रेरणार्थे एव भवति. साधारणतया णिच् प्रेरणार्थे एव भवति. किन्तु चुरादिगणस्य वैशिष्ट्यं किम् इत्युक्ते चुरादिगणे स्वार्थे रूपं निजन्तरूपं, स्वार्थे प्रेरणार्थे रूपं समानं, तदेव वक्तव्यं तत्र. तत्र भिन्नं रूपं नास्ति. भिन्नरूपं नास्ति. तथा वक्तव्यम् इत्युक्ते अन्येषु गणेषु साधारणरूपं भिन्नं, निजन्तरूपं भिन्नं, किन्तु चुरादिगणे स्वार्थे प्रेरणार्थे एकमेव रूपं, किन्तु सन्दर्भं दृष्ट्वा अस्माभिः अवगन्तव्यम्. अत्र अस्मिन् वाक्ये स्वार्थे पदं लिखितमस्ति वा, नो चेत् प्रेरणार्थे लिखितमस्ति वा, किमर्थम् इत्युक्ते तस्य रूपं समानं स्वार्थे प्रेरणार्थे, यथा चोरयति कथयति इति रूपमस्ति चेत् तत्र रूपं समानमस्ति इति कृत्वा कस्मिन् अर्थे तत् पदमस्ति इति किञ्चित् चिन्तनीयमस्ति. उत्तमं. चुरादिगणस्य वैशिष्ट्यं तदेव. कार्यकर्त्री या कार्यं करोति सा कार्यकर्त्री, यः कार्यं करोति सः कार्यकर्तः. न कार्यकर्ता कार्यकर्ता. उत्तमम् उत्तमं. कार्यकर्ता. अत्र कार्यकर्ता कर्ता इति पदं कीदृशं पदं कोऽपि वदतु. ऋकारान्त ऋकारान्त कर्तृ उत्तमं वदतु. कर्ता कर्तारो कर्तारः. इत्युक्ते भवती सम्यक् उक्तवती. अत्र कर्तृ इति प्रातिपदिकं ऋकारान्तपदं, किन्तु तत्र किं वदामः, क्रु क्रु इति धातुं वयं जानीमः एव. क्रु धातोः रूपमेव करोति. क्रु धातोः तृच् प्रत्ययान्तरूपं, तृच् प्रत्ययान्तरूपमेव कर्ता. स्त्रीलिङ्गरूपं कर्त्री तथा भवति. कार्यकर्ता यथा पिता शब्दवत्, पिता न किन्तु वक्ता शब्दवत्, वक्ता वक्तारौ वक्तारः वक्तृ तादृशं तत्र तृच् रूपम् अस्ति. किन्तु पिता शब्दस्य रूपाणि माता शब्दस्य रूपाणि किञ्चित् भिन्नानि. अत्र कर्ता वदतु भगिनि, अत्र पिता शब्दस्य रूपं भिन्नं प्रथमान्तं रूपं वदतु. तत्र पितरौ अस्ति, दीर्घ आकार नास्ति. माता पिता, माता मातरौ मातरः, पिता पितरौ पितरः. किन्तु कर्ता कर्ता कर्तारौ कर्तारः तथा किञ्चित् भिन्नमाकार रूपं. उत्तमं, तदेव. धन्यवादः भगिनि. अनन्तरम् अत्र भूमा भगिनी अग्रिमं परिच्छेदं पठतु. अत्र 35.2 भगिनी अस्ति वा? भूमा भगिनी हलो अग्रिमं भगिनी पठतु. एतानि वाक्यानि पठतु. मम समीपे यत् पुस्तकमस्ति तत् अन्यत्र नास्ति. विदेशे यत् अत्र भवती किम् अवगतवती अत्र यत् यत् नपुंसकलिङ्गं मम समीपे मम षष्ठीविभक्ति समीपे सप्तमीविभक्ति. अत्र यत् यत् इति पदं किमर्थमस्ति? यत् पुस्तकं इत्युक्ते अत्र पुस्तकम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र साधारणतया किं वदामः, यत् तत्र दकारान्तपदमस्ति. यद् दकारान्तपदस्य प्रातिपदिकं दकारान्तप्रातिपदिकं यद् भवति. किन्तु अत्र पुंलिङ्गे यः वदामः, स्त्रीलिङ्गे या, नपुंसकलिङ्गे यत् भवति. अत्र पुस्तकं नपुंसकलिङ्गपदमस्ति इति कृत्वा मम समीपे यत् पुस्तकमस्ति तदन्यत्र नास्ति. उत्तमम्. अग्रिमं करोतु. विदेशे यत् तन्त्रज्ञानमस्ति तत् भारते नास्ति. तन्त्रज्ञानम् इत्युक्ते किं? टेक्नालजि तन्त्र टेक्नालजि तन्त्रज्ञानं तन्त्रज्ञानं पदमपि नपुंसकलिङ्गपदम्. अतः यत् तन्त्रज्ञानमस्ति तद् भारते नास्ति. उत्तमम्. अग्रिमम् अत्र भारत भारत इति पदं कथमागतम्? अहं शब्दकोशं दृष्टवती, अतः वदामि. यः देशः भारतस्य देशः, सः भारतदेशः. तत्र देशः पुंलिङ्गपदम्. अपि च ये भारतदेशे वसन्ति ते भारतीयाः. अत्र यः शब्दस्य बहुवचनरूपं ये. ये भारतदेशे वसन्ति ते भारतीयाः इत्युक्ते यः सः योजयित्वा अथवा या सः यत्तत् योजयित्वा सप्तसु विभक्तिषु वाक्यरचनां कर्तुं शक्नुमः. इत्युक्ते अत्र यः शब्दस्य रूपाणि वदतु वदतु भगिनि. अस्तु, अत्र भारतदेशः इति पदम् इत्युक्ते ये ये जनाः भरतवंशजाः ते सर्वे भारतीयाः. ये ते अत्र यः सः योजयित्वा लिखितमस्ति, किन्तु बहुवचनरूपं ये ते योजयित्वा अपि वक्तुं शक्नुमः. उत्तमम्, अग्रिमं करोतु. अध्यात्मविषये भारतीयानां यत् चिन्तनमस्ति तत् अपूर्वम्. अत्र अध्यात्मविषयः इति पदमस्ति. अध्यात्मविषयः, अत्र किञ्चित् पदविच्छेदं करोतु भगिनि. अधियोजन आत्मविषय आत्मविषय. उत्तमम् उत्तमम्. इत्युक्ते अत्र साधारणतया वयं जानीमः एव अध्यात्मज्ञानम्, अध्यात्मविद्या, अध्यात्मविषयः इति वदामश्चेत् अत्र अधि इति उपसर्गः. वयं जानीमः द्वाविंशति उपसर्गाः सन्ति, अत्र अधि उपसर्गः अस्ति. अधि इत्युक्ते किम्? अधि इत्युक्ते एबौ अधिकम् अथवा एबौ अथवा ओवर्, आन् द टाप्, उपरि, तादृशार्थाः सन्ति अधि इत्युक्ते. आत्मविषय आत्मविषयः नास्ति, अधि आत्मविषयः. अधियोगः आत्मा, आत्मा नकारान्तपदम्. अधियोगः आत्मा, अत्र किं भवति? सन्धिः भवति, यण् सन्धिः. इत्युक्ते आत्मनः सम्बद्धं ज्ञानम् एव अध्यात्मज्ञानम्. अत्र कीदृशं ज्ञानम् अथवा कीदृशविषयः? अध्यात्मविषयः इत्युक्ते अत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. अपि च अध्यात्मविद्या इत्युक्ते अथवा अध्यात्मविषयः इत्युक्ते उपनिषदां द्वारा प्राप्तं परमात्मनः ज्ञानम्. परमात्मनः ज्ञानम् भारतीयानाम् अध्यात्मविषये भारतीयानां यत् चिन्तनं, यत् ज्ञानमस्ति तद् अपूर्वम्. अपूर्वम् इति अपि तत्रापि नञ् समासः अस्ति, नञ् तत्पुरुषसमासः. अपूर्वम् इत्युक्ते किं भगिनि? अपूर्वं अपूर्वम् उत्कृष्टम्. उत्कृष्टम् इत्युक्ते इदानीं पूर्वं नास्ति, अपूर्वं. नञ् समासः, नञ् समासः अस्ति अत्र अपूर्वं. किन्तु अत्र अपूर्वः इति पदं पश्यामश्चेत् अपूर्वः इत्युक्ते परब्रह्म, परमात्मा इति अर्थः. तत्र भिन्न अर्थः आयाति, अर्थम् आयाति अपूर्वः इति वदामश्चेत्. किन्तु एतत् नाटकम् अपूर्वम्, इदं नाटकम् अपूर्वं, तथा वदामः नपुंसकलिङ्गे. तत्र किन्तु अत्र चिन्तनं, ज्ञानम् इति नपुंसकपदं पदानि, तदर्थम् अत्र यत् चिन्तनमस्ति तद् अपूर्वम्. किन्तु भगिनि अत्र भगिनि यस्य सीमा नास्ति तत् तदेव अर्थः भगिनि. यस्य सीमा नास्ति वा? अहम् इति अहं न जानामि भगिनि, अहं केवलं चिन्तयामि. अहं चिन्तितवती न पूर्वम् अपूर्वं नञ् समासः, पूर्वं नास्ति. इट् नेवर् एक्सिस्टेड् बिफोर्. इट् नेवर् एक्सिस्टेड् बिफोर् इत्युक्ते आदि नास्ति इति अस्ति वा? तथा एव आदिः नास्ति, अनादिः. यत् अविद्यमानं पूर्वं यत् नास्ति, अन्यत्र कुत्रापि नास्ति, तदेव अपूर्वम् इति वदामः. अनादि अर्थ भिन्नं भगिनी न? आदिः इति वयं जानीमः, आदिः. किन्तु अनादिः इत्युक्ते तत्रापि नञ्समासः अस्ति. अत्र नञ्समासे किं भवति इत्युक्ते न आदिः अनादिः, तत्र विपरीतार्थम् आयाति. तत्र आदि इति पदम् अजन्तपदम् अस्ति इति कृत्वा अन् इति आयाति. अर्धम् भिन्न भगिनी न? अर्धः भिन्नः, अर्धः भिन्नः. अपूर्व इति युनीक्, युनीक् इति अर्थमस्ति स्पोकन् संस्कृते. युनीक्. किन्तु अत्र पदं कथम् आगतम् इत्युक्ते न यत् पूर्वं नास्ति, यत् पूर्वं नास्ति तदेव अपूर्वं. यदपि भवती अत्र द्वे विधानि अर्थानि उक्तवती खलु, सामान्यविषये अपि आध्यात्मिकम् अपि. इत्युक्ते अध्यात्मविषये भारतीयानां चिन्तनम् अपूर्वम् इति लिखितमस्ति. तत् सत्यमेव. उत्तमम्. अनन्तरं किञ्चित् केवलं कृपया म्यूट् कुर्वन्तु, ध्वनिः अस्ति. किञ्चित् पञ्चनिमेषपर्यन्तं किञ्चित् अभ्यासं कुर्मः, यत् योजयित्वा अधुना. अत्र अधुना अत्र गीताञ्जलि भगिनी भवती वदतु, वणिक् इति पदमस्ति, एकं वाक्यं रचयतु, यः सः योजयित्वा. यः सः भगिनि यः वस्तूनि धार अत्र नो चेत् अहं किञ्चित् वदामि, किञ्चित् क्लू ददामि. वाणिज्यं, वणिक्, वणिक् वाणिज्यं करोतु. यः वाणिज्यं करोति सः वणिक्. उत्तमं. चित्रकारः, चित्रं. यः चित्रं लिखति सः चित्रकारकः, चित्रकारः. अत्र कारः अस्ति इति कृत्वा चित्रं करोति अथवा लिखति, सम्यक् एव. अपि च नर्तकः, नृत्यं. यः नृत्यं करोति सः नर्तकः. उत्तमं. विदूषकः, विनोदम्. यः विनोदं वदति सः विदूषकः. विनोदं दर्शयति, दर्शयति. अस्तु भगिनि, क्षम्यतां. विदूषकः, विदूषकः. काव्यं, कविः. यः काव्यं करोति, लिखति सः कविः. उत्तमम्. अपि च अभिनेता, अभिनयम्. यः अभिनयं करोति सः अभिनेता. उत्तमम्. अभिनेत्री वदतु. यः अभि अभिनयं करोति सा या अभिनयं करोति सा नेत्री उत्तमम् अभिनेत्री अभिनेत्री उत्तमम् उत्तमं भगिनि. अनन्तरं भूमा भगिनी भवती वदतु, लेखकः लिखति, लेखकः अस्ति वा भगिनि? अरुणा भगिनी भवती वदतु नो चेत्. लेखनं करोति यः सः योजयित्वा वदतु. यः लेखनं करोति इति लेखन सः लेखनः लेखकः उत्तमं. विद्यार्थी विद्यार्जनं यः विद्यार्थी विद्याम् अर्थयति सः विद्यार्थी उत्तमं. तथा एव वक्तव्यं, यः विद्यार्जनं करोति सः विद्यार्थी अथवा विद्याम् अर्थयति उत्तमं. पाचकः पाकं करोति सः पाचकः. भिक्षुकः यः भिक्षुं करोति सः भिक्षुकः. न कथं वक्तव्यं, भिक्षुकः यः भिक्षां करोति याचयति भिक्षां यः भिक्षां याति सः भिक्षकः. यः भिक्षां याचते याचते सः एव भिक्षुकः. अपि च वितारकः, वितारकः इत्युक्ते सर्वर् हू इस् सर्विङ्ग् द फूड्. वितारकः वितारकः किं करोति वदतु. यः सेवां करोति वितरणं करोति. वदतु भगिनि. यः वितरणं करोति सः वितारकः. उत्तमं. यः वितरणं करोति सर्विङ्ग् हू सर्व्स् द फुड्, यः वितरणं करोति सः वितारकः. उत्तमं. यः अध्यापनं करोति अध्यापकः. यः कुम्भं करोति कुम्भकारः. अपि च कुम्भकृत् इति अपि वक्तुं शक्नुमः, समस्तपदं. यः कुम्भं करोति सः कुम्भकारः अथवा कुम्भकृत्. शास्त्रकृत् यः शास्त्रं करोति सः शास्त्रकारः इति वदामः. अपि च कृषिकारः, यः कृषिं करोति सः कृषिकारः. शिल्पकारः वदतु. यः शिल्पं करोति सः शिल्पकारः. उत्तमं. सेवकः, सेवकः कथं वक्तव्यं. यः सेवां करोति सः सेवकः. चिकित्सकः, चिकित्सकः यः चिकित्सां करोति चिकित्सां करोति. उत्तमं. यः कर्म करोति वदतु भगिनी. चिकित्सा इति पदं परिचय न जानामि भगिनि. चिकित्सा वदतु भगिनि. चिकित्सा इत्युक्ते किं? चिकित्सा वैद्यं करोति. यः वैद्यं करोति सः चिकित्सा. किन्तु चिकित्सा इति पदं स्त्रीलिङ्गं, स्त्रीलिङ्गपदं. किन्तु चिकित्सा इत्युक्ते ट्रीट्मेण्ट्. या चिकित्सां करोति न अत्र चिकित्सां यः चिकित्सां करोति चिकित्सकः अथवा यथा वयं पूर्वमेव पठितवन्तः, यः वैद्यं करोति सः वैद्यः, तथा एव अत्र यः चिकित्सां करोति सः चिकित्सकः. अपि च यः कर्म करोति सः कथं वक्तव्यं यः कर्म करोति सः तत्र कर्मकारः पदमस्ति कर्मकरः इति पदमपि अस्ति अत्र यः वेतनं विना कार्यं करोति सः कर्मकारः यः केवलं ध्वनिः मास्तु ध्वनिः अस्ति कृपया म्यूट् कुर्वन्तु यः केवलं सामान्यकार्यं करोति सः कर्मकरः अपि च यः चौर्यं करोति भगिनी वालण्टियर् अस्ति वा कर्मकारः वेतनं विना कार्यं करोति कर्मकारः यः चौर्यं करोति चोरः उत्तमम् अपि च यः लोहं करोति सः लोहकारः अपि च यः युद्धं करोति योद्धा कीदृशं पदम् ऋकारान्त अस्ति वा योद्धृ योद्धृ ऋकारान्तपदं तत्र यु तत्र तृच् तृच् प्रत्ययान्तरूपं योद्धृ ऋकारान्तपदं योद्धा यः युद्धं करोति सः योद्धा अपि च यः वाहनं चालयति सः चालकः यः रक्षणं करोति रक्षकः अथवा आरक्षकः इत्युक्ते इदानीं पर्यन्तं वयं यः सः योजयित्वा वयं लिखितवन्तः किन्तु अत्र वाक्यद्वयं वदामश्चेत् यः यः अत्र आगच्छति सः एव मम भ्राता अस्मिन् प्रकोष्ठे या बालिका अस्ति सा एव मम पुत्री अत्र भिन्नानि वाक्यानि अपि वयं रचयितुं शक्नुमः अत्र यः सङ्गीतं वादयति सः सङ्गीतकारः लेपनं करोति यः लेपनं करोति लेपकारः तादृशानि पदानि सन्ति अपि च एकम् अन्यत् पदमस्ति अत्र अलसः इत्युक्ते अलसः अलसा वदतु लेज़ि तत्र वाक्यं कथं वक्तव्यं यः कार्यं न कर्तुम् इच्छति सः अलसः उत्तमं तदेव यः आलसेन किमपि कार्यं करोति सः अलसः तदपि समीचीनमेव अलसः इत्युक्ते अनन्तरम् अत्र इतोपि किं वक्तव्यम् अत्र या महिला उपविष्टा अस्ति सा एव मम भगिनी अस्मिन् प्रकोष्ठे या बालिका पठन्ती अस्ति सा एव मम पुत्री अपि च अहं किञ्चित् इतोपि वाक्यानि वाक्यस्य प्रथमभागम् अहं वदामि भवन्तः वाक्यस्य द्वितीयभागं वक्तुं प्रयत्नं कुर्वन्तु मम पार्श्वे यत् पुस्तकमस्ति तत् समीचीनमस्ति तत् पुस्तकं समीचीनमस्ति समीचीनमस्ति उत्तमं मम प्रकोष्ठे या बालिका अस्ति सा मम सखी मम विद्यार्थिनी द्वे भगिनी विद्यार्थी अथवा विद्यार्थिनी विद्यार्थी पुंलिङ्ग विद्यार्थिनी स्त्रीलिङ्गपद मम विद्यार्थिनी अहं यत् वदामि तत् सत्यमेव सत्यं सत्यमेव सत्यं नो चेत् अहं यत् वदामि तत् अवगच्छन्तु किमपि तत् तत्र किमपि नास्ति अपि च अहं यत् पठामि तत् पाठय पाठ तत् वयं पाठयमेव पाठय वदतु भगिनि तत् संस्कृतपुस्तकमेव पाठमेव अहं यत् पठामि तत् संस्कृतम् अथवा संस्कृतपुस्तकमेव अहं यत् वदामि तत् शृण्वन्तु उत्तमम् यत् भगिनी अत्र अत्र वाक्ये किमर्थं यत् अत्र एकं वक्तव्यम् अत्र यदि वयं लिङ्गं वक्तुं न इच्छामश्चेत् केवलं नपुंसकलिङ्गे वदामश्चेत् तत्र पर्याप्तं भवति यदा कदापि लिङ्ग तस्य प्रसक्तिः नास्ति चेत् केवलं नपुंसकलिङ्गे वदामश्चेत् समीचीनम् अहं यत् वदामि तत् निश्चयेन करोमि यत् तत्र नपुंसकलिङ्गे वदामश्चेत् समीचीनं वाक्यम् अपि च आकाशे यत् अस्ति तत् पक्षिः यत् पुस्तकम् आकाशे अत्र किं वदामः आकाशे यदस्ति तदेव तदेव विमानं अथवा नक्षत्रं नक्षत्रम् इत्युक्ते पदद्वयमपि नपुंसकलिङ्गपदम् इत्युक्ते यत्र लिङ्गं नास्ति तत्र नपुंसि वदामश्चेदपि समीचीनमेव भगिनी तत्र खगः इत्युक्ते पुंलिङ्गः पक्षिः इत्युक्ते पक्षी इति पदं कीदृशं पदं पक्षी ओ अस्तु पक्षी इत्युक्ते स्त्रीलिङ्गम् अस्ति न न भगिनि अत्र अत्र पक्षिन् पुंलिङ्ग् अत्र नकारान्तपदं पक्षिणौ पक्षिणः पक्षी पक्षिणौ पक्षिणः अद्य अधुना अहं पक्षिणं पश्यामि नकारान्तपदम् उत्तमम् अनन्तरं भवन्तः सर्वे श्रुतवन्तः एव एकः श्लोकः अस्ति आत्मात्वं गिरिजामतिः बहु प्रसिद्धः श्लोकः शिवमानसपूजास्तोत्रमस्ति तस्मिन् आत्मात्वं गिरिजामतिः सहचराः प्राणाः शरीरं गृहं पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो अत्र वाक्यम् अस्माकं वाक्यमस्ति यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् इत्युक्ते श्लोकः किं वदति श्लोकम् इत्युक्ते अत्र यद्यत् कर्म करोमि तत्तत् अखिलं शम्भो तव आराधनम् अहं यद्यत् करोमि तत् सर्वं भवतः आराधनम् एव हे शम्भो इति वदति तत्र बहु उत्तमः श्लोकः अस्ति यत् यत् यत्र यत् कुत्रापि यत् यत् आगच्छति चेत् तदा तत्तत् अपि तस्मिन्नेव वाक्ये आयाति भगिनी आयाति पदं कथं भवति याति इति पदमस्ति आ उपसर्गपूर्वकः या धातोः रूपं गच्छति न भगिनि गच्छति आयाति इत्युक्ते आगच्छति प्रति आगच्छति आगच्छति यः संस्कृतपाठं सम्यक् पठति सः एव वदतु कोऽपि वाक्यं संस्कृते आसक्तिः प्रदर्शयति उत्तमम् यः संस्कृतपाठं सम्यक् पठति सः एव उत्तमः छात्रः उत्तमम् अनन्तरं इतोपि यः सम्यक् रीत्या मम प्रश्नानाम् उत्तराणि दातुमिच्छति सः एव अथवा सा एव उत्तमविद्यार्थिनी सा एव उत्तमविद्यार्थिनी अथवा यः सम्यक् रीत्या मम प्रश्नानाम् उत्तराणि ददाति तस्य ज्ञानं वर्धते तस्य ज्ञानं वर्धते अपि च यत् काव्यं मम वदतु भगिनि भगिनी अत्र वाक्यं ददाति किन्तु किन्तु चतुर्थीविभक्ति न उपयोगं कृत्वा रचयतु अत्र उत्तराणि दातुम् इच्छति मम प्रश्नानाम् उत्तराणि मम प्रश्नानाम् उत्तराणि दातुमिच्छति तत्र तुमुन् इत्युक्ते तत्र उत्तराणि ददाति उत्तराणि ददाति तत् सम्यक् एव किन्तु कस्मै ददाति तत्र कस्मै ददाति कस्यै ददाति इति वदामश्चेत् तत्र चतुर्थरूपम् आवश्यकम् सकर्मकर्तु दधातु किन्तु किं ददाति उत्तराणि ददाति अस्तु ददाति तस्य ज्ञानं वर्धते इति वक्तुं शक्नुमः अन्ततो गत्वा अत्र यत् काव्यं मम गृहे अस्ति तदेव महाभारतम् अथवा किमपि अपि च अधुना गीताञ्जलिभगिनी भवती वदतु अहं यत् चलनचित्रं द्रष्टुम् इच्छामि तत् तत् बहु सुन्दरम् अस्ति अस्ति अहं यत् फलं खादितुम् इच्छामि तत् तत् मधुरमस्ति मधुरमस्ति मम गृहे यानि यानि उत्तमानि काव्यानि सन्ति तानि तानि अहं पठामि अहं पठामि शीघ्रं पठामि शीघ्रं पठामि किन्तु अथवा अहं किं न लिखित अहं किं लिखितवती इत्युक्ते अहं तानि सर्वाणि न पठितवती सत्यं अपि च वाल्मीकिना यत् काव्यं लिखितं तदेव तदेव रामायणं रामायणम् अधुना मम हस्ते यत् पुस्तकमस्ति तदेव तदेव गीतासोपानं पुस्तकम् उत्तमं गीतासोपानं पुस्तकम् अन्ततो गत्वा अत्र एकं वक्तुमिच्छामि अत्र महाभारते व्यासः एकं वाक्यं लिखितवान् उक्तवान् तत्र वाक्यं किम् इत्युक्ते अत्र श्लोकः कः इत्युक्ते यदि हास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् इति वाक्यमस्ति अत्र सन्धिविच्छेदम् अथवा पदविच्छेदं कुर्मः चेत् तत्र किं भवति यत् इह अस्ति तदन्यत्र यत् न इह अस्ति तत् क्वचित् न इत्युक्ते तत्र किम् अस्ति अर्थः कः इत्युक्ते यत् सर्वं लोके अस्ति तत् सर्वं महाभारते अस्ति यत् लोके अस्ति तत् महाभारते अस्ति किन्तु यद् महाभारते अस्ति तत् सर्वम् अन्यत्र कुत्रापि नास्ति इत्युक्ते कथं वक्तव्यम् अत्र यत् भगिनि यत् महाभारते नास्ति यद् महाभारते नास्ति यद् महाभारते नास्ति तद् अन्यत्र कुत्रापि नास्ति इत्युक्ते सः स्वयं व्यासः स्वयम् एतद् वाक्यम् उक्तवान् महाभारते लोके यदस्ति तत् सर्वं महाभारते अस्ति किन्तु यद् महाभारते नास्ति तदन्यत्र कुत्रापि नास्ति तदर्थमेव यदि हास्ति तदन्यत्र यन्ने हास्ति न तत् क्वचित् इति लिखितमस्ति तस्मिन् वाक्ये अपि यत् तत् इति तत् भगिनी तत् पूर्णरूपं पूर्ण रूपेण अपूर्वं युनीक् युनीक् तत् सत्यमेव इत्युक्ते महाभारते सर्वं लिखितमस्ति तदर्थमेव तस्य नाम अस्ति पञ्चमवेदम् इत्युक्ते केवलं चत्वारः एव वेदाः सन्ति किन्तु तत्र पञ्चमवेदम् इति किमर्थमस्ति इत्युक्ते तस्मिन् ग्रन्थे सर्वम् अस्ति सर्वं लिखितमस्ति भारवत्वात् महत्वात् अस्ति इति अपि पठितवती उत्तमं महाभारतं किमर्थं महत्वात् भारवत्वात् महाभारतम् उच्यते तदेव तत्र अर्थः उत्तमम् अत्र करपत्रमस्ति तत् करपत्रम् एकवारं पश्यन्तु तस्मिन् करपत्रे दकारान्तपदं तद् दकारान्तपदम् अपि च दकारान्तपदं यद् इति दत्तमस्ति तस्य तयोः द्वयोः पदयोः रूपाणि एकवारं पश्यन्तु सप्तसु विभक्तिषु रूपाणि ज्ञातव्यानि यदि वयं तादृशरीत्या सप्तसु विभक्तिषु रूपाणि जानीमश्चेत् वाक्यानि समीचीनतया लेखितुं शक्नुमः अधुना अत्र समापयामः अस्माकं पार्श्वे कथा अपि अस्ति अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तां कथां पठिष्यामः सर्वेषां धन्यवादः नमस्कारः धन्यवादः भगिनी नमस्कारः धन्यवादः शुभदिनं शुभदिनम्